अस्तु, तर्हि सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति सतिसप्तमी। तत्र अभ्यासः प्रवर्तमानः अस्ति, यावत् अपेक्षितमस्ति ज्ञानार्थम् एतत् सर्वम् अस्माकं सविधे अस्ति एव। तत्र जानीमः यत् कृतान्तानां, कृतवत्वन्तानाम् अपि च शत्रन्तानां सतिसप्तमी भवति। क्षम्यताम्। अस्तु, अपि च कुत्र कर्त्री भवति, कुत्र कर्मणि भवति इति अपि ज्ञायते। इत्युक्ते कृतवत्वन्तरूप नित्यरूपेण कर्त्री अर्थे, कर्त्रार्थे अस्ति, पुनः शत्रन्तरूपं तथा। अनन्तरं कृतान्तरूपं कर्त्रार्थे, कर्मणि कर्मार्थे उभयत्र भवति, साधारणतया कर्मार्थे अस्ति, किन्तु कर्त्रार्थे अकर्मकधातूनां गत्यार्थकधातूनाम् अपि च विशिष्टधातूनाम् इति ज्ञायते। ततः अग्रे शानच् इति कर्त्री अपि भवति, कर्मणि अपि भवति इति ज्ञातं। तत्र प्रमुखविषयः अस्ति यत् क्रियायाः आशयः इत्यस्य सप्तमी भवति, च भावार्थे न भवति इति अपि ज्ञायते। तदाधारीकृत्य तत्सर्वं मनसि निधाय अग्रे सरेम। तत्र धाधातोः तत्र परीक्षासन्निहिता छात्राः पठने निरताः अभवन् इति यावत् अस्माभिः सार्थमासीत्, नाम पञ्चाधिकशततमे पूते तत्र षष्ठः अभ्यासः, नाम चतुर्थाभ्यासस्य षष्ठं वाक्यम् इति अस्ति। तर्हि किं पुष्पभगिनी अस्तु, अन्य कोऽपि आगतवान् वा? नमस्ति, लिखितवान् चिन्तितवान्। अस्तु अस्तु, तर्हि षष्ठं वाक्यम् इति अस्तु। इदानीं अस्माकं विद्याभगिनी प्रथमं करोतु कृपया, तदाधारीकृत्य सर्वे अनुसरन्तु। अस्तु महोदय, अत्र माता अस्वस्था जाता, पिता पाकम् अकरोत् इति अस्ति। अत्र तान्तरूपम् उपयुज्य वाक्यमस्ति। अत्र जन् इति धातुः अकर्मकधातुः, अतः कर्त्रार्थे अपि तान्तरूपं सम्भवति। अतः अत्र माता अस्वस्था जाता, पिता पाकम् अकरोत् इति वाक्यमस्ति। तस्य सतीसप्तमी प्रयोगः मातरि अस्वस्थायां जातायां सत्यां पिता पाकम् अकरोत् इति वाक्यं वयं पूर्वमेव परिशीलितवन्तः। इदानीं तत्र तवतु रूपमपि भवति कर्त्रार्थे, नित्यं कर्त्रार्थे, अतः अत्र सतीसप्तमी प्रयोगे तवतु रूपम् उपयुज्य मातरि अस्वस्थायां जातवत्यां पिता पाकम् अकरोत्, जातवत्यां पिता पाकम् अकरोत् इति तवतु रूपम्। इदानीम् अत्र शत्रान्तरूपं जन्धातोः जायते इति आत्मनेपदीरूपम् अस्ति, अतः शत्रान्तरूपं नास्ति, शानजन्तरूपं कर्त्रार्थे भवति। जायते ते इति भागात् पूर्वम् अकारः अस्ति इति कृत्वा मान इति योजयामः, जायमान इति प्रातिपदिकं। तर्हि अत्र सतीसप्तमी प्रयोगे वाक्यमस्ति मातरि अस्वस्थायां जायमानायां पिता पाकम् अकरोत्, पिता पाकं करोति इति। बहु समीचीनमस्ति वर्तमानार्थे। ततः अधिकम् अपि अस्ति वा किमपि? अत्र भावे प्रयोगे अत्र जन् इति धातु अकर्मकधातुः, अतः अत्र भावे प्रयोगे तान्तरूपम् अस्ति, परन्तु अत्र सतीसप्तमी प्रयोगः नास्ति। अत्र मूलवाक्यं मात्रा अस्वस्थं जातम् इति वाक्यं, तस्य सतिसप्तमीप्रयोगः नास्ति. एवमेव कर्मणि भावे शानच् मात्रा अस्वस्थं जायमानम्, अत्र सतिसप्तमीप्रयोगः नास्ति. अस्वस्थम् इति अत्र क्रियाविशेषणम् इति चिन्तयामि. न न अत्र अस्वस्था इति तद् खलु स्त्रीलिङ्गे अस्ति खलु, क्रियविशेषणं नास्ति. तर्हि अत्र कर्मण्यार्थे वाक्यं, मूलवाक्यं कथं भवति? मात्रा तत् हा प्रश्नः सम्यक् अस्ति. मातरि अस्वस्थायां जातायाम् इति विशेषणविशेषभावः अस्ति वस्तुतः, तत्र क्रियविशेषणं नास्ति. किन्तु अत्र क्रियविशेषणं नितरां नास्ति. माता अस्वस्था स्त्रीलिङ्गे अस्ति खलु, विशेषणविशेषभावस्तु अस्ति. तर्हि किं वक्तव्यमस्ति अत्र? अत्र न, अत्र कर्मपदं न, अत्र कर्मपदं किमपि नास्ति. अत्र मात्रा इति अस्वस्थया, मात्रा अस्वस्थया जातम्. अस्तु, अस्वस्थया जातम्. अस्तु, तर्हि अत्र सतिसप्तमीप्रयोगः न भवति. हा न भवति. हा तत्र कर्मपदं नास्ति इति कृत्वा, हा स्पष्टं खलु, तत्र विशेषणविशेषभावः अवश्यमस्ति तत्र. परन्तु अत्र अस्वस्था इति अत्र माता इति कर्तृपदस्य विशेषणमस्ति, न तु क्रियापदस्य. सत्यं, विशेषणविशेष अत्र विशेष्यमस्ति माता, विशेष्या माता विशेष्य, विशेषणमस्ति अस्वस्था. कथं जानीमः महोदय अत्र क्रियायाः विशेषणम्? अत्र माता अस्वस्था इति तु स्पष्टं, परन्तु अन्यत्र क्रियायाः विशेषणम् अस्ति वा न इति कथं ज्ञातुं शक्नुमः? अर्थं दृष्ट्वा सः सम्यक् जानाति. अत्र सम्यक् इति निष्क्रियविशेषणमस्ति. हा नाम तत्र जानाति इति अस्य वर्णनं करोति इति कृत्वा. सः शीघ्रं गच्छति. तत्र शीघ्रं न कोऽपि चिन्तयेत् यत् सः इति अस्य विशेषणं न वा सम्यक्. तत्र क्रियायाः वर्णनं करोति इति कृत्वा शीघ्रं गच्छति, सम्यक् जानाति. विशेषणविशेषभावः नास्ति. तत्र सा सम्यक् जानाति, सा शीघ्रं गच्छति, तत्र विशेषणविशेषभावः नास्ति. अतः यत्र अस्ति तत्र भ्रमः न स्यात् नाम कस्यचिदपि इति मन्ये. अस्वस्था इति मातुः वर्णनं करोति खलु, न तु नाम अत्र अत्र मात्रा भावे प्रयोगे अत्र यद्यपि जाता इति विशेषणम् अस्ति माता इत्यस्य, माता जाता, किन्तु मात्रा जातम् इति अस्ति, यतोहि तत्र अत्र जाता इति न केवलं विशेषणमस्ति अपि तु क्रिया अपि अस्ति. क्रिया तस्मिन् क्रिया अन्तर्गतमस्ति. एकनिमेषः. अत्र माता अस्वस्था इति शुद्धविशेषणविशेषभावः अस्ति. माता जाता अपि तत्र विशेषणविशेषभावस्तु अस्ति, किन्तु जाता इति क्रियापदम् अपि अस्ति इति कृत्वा भेदः अस्ति. अस्वस्था अपि च जाता द्वयोः मध्ये भेदस्तु अस्ति. अस्वस्था इति तत्र क्रिया अन्तर्निहिता नास्ति. अस्तु महोदय, अन्यप्रश्नः? हा, जातवत्याम् इति वदनेन किं किं बोधयति? शतवतुरूपं तावत् अस्तु. अस्तु, अग्रे गच्छेम. किमिति अत्र अत्र मात्रा अस्वस्थं जातम् इति भावे प्रयोगे वाक्यं सम्यक् नास्ति वा? न अस्वस्थं जातम् इति नास्ति, मात्रा अस्वस्थया जातम्। मातृशब्दस्य विशेषणमस्ति, माता नाम यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य इति सम्पूर्णरीत्या कार्यं करोति अत्र। मात्रा अस्वस्थया जातम् इति वाक्यमस्ति। लक्ष्मी भगिनी, स्पष्टमस्ति वा? आं महोदय, कर्मणि यदि कर्मणि शानच् कुर्मः चेत् मात्र अस्वस्थया कर्मणि कर्मणि इति नास्ति, भावे भावे शानच् कुर्मः चेत् मात्र अस्वस्थया जायमानम् इति भवति वा? हा, जायमानम् इति अस्ति। धन्यवादः। अस्तु, समीचीनमस्ति। अग्रे सरेम, सरला भगिनी अग्रे। सखी अवसरप्राप्तः सखी मह्यं दूरभाषां कृतवती। कर्मणि कृतप्रत्यय अस्ति अत्र। तया अवसरे प्राप्ते सखी मह्यं दूरभाषां कृतवती। तव तु कर्तरी भवति, सखी अवसरं प्राप्तवती, सा मह्यं दूरभाषां कृतवती। सख्याम् अवसरं प्राप्तवत्यां सत्यां, सा मह्यं दूरभाषां। प्रथमतया तया अवसरे प्राप्ते, तया अवसरे प्राप्ते इति उक्तम् खलु। तर्हि इदानीं कर्मणि इति प्रवर्तमानमस्ति इति कृत्वा कर्मणि इति अस्मिन् अन्यत् किमपि अस्ति? हा, शानच् कर्मणि भवति, सख्या अवसर प्राप्यमान सखी पुनः वदति। सख्या अवसरः प्राप्यमानः सखी मह्यं दूरभाषां कृतवती। सतिसप्तमी भवति, सख्या अवसरे प्राप्यमाने सखी मह्यं दूरभाषां कृतवती। समीचीनमस्ति। इति कर्मणि वाक्यद्वयमस्ति। अस्तु, नाम अत्र यद्यपि अकर्मकधातूनां भागे अत्र अयमभ्यासः तत्र कर्मकधातूनाम् इति, किन्तु अत्र यथा उक्तं पूर्वम् अत्र सकर्मकधातुः अस्ति। अस्तु, तर्हि कर्मणि इति वाक्यद्वयम् इदानीं कर्तरी कर्तरी तव तु प्रत्यय आगच्छति। सखी अवसरं प्राप्तवती, सा मह्यं दूरभाषां कृतवती। सतिसप्तमी भवति, सख्याम् अवसरे प्राप्तवत्यां सत्यां, सा मह्यं दूरभाषां कृतवती। तत्र दोषः अस्ति। अस्तु, दोषः कुत्र? अवसरः एव अवसरे न आगच्छति इति अहं चिन्तयामि। इति दोषः सरला भगिनी, अवसरम् अहं लिखितवती अवसरं, किन्तु पठितवती अवसरं। तर्हि पुनः वदतु। अस्तु, सख्याम् अवसरं प्राप्तवत्यां सत्यां, सा मह्यं दूरभाषां कृतवती। अस्तु, समीचीनम्। अन्यत् शत्रन्त कर्तरी भवति, सखी अवसरं प्राप्नोति, प्राप्नोति आम् प्राप्नुवती सा मह्यं दूरभाषां कृतवती यदा तदा यदा कदा आम् सतीसप्तमी भवति सख्याम् अवसरं प्राप्नुवत्यां सत्यां मह्यं दूरभाषां कृतवती सा मह्यं दूरभाषां हा अस्तु बहु सम्यक् अस्ति अग्रे सरेम अखिला भगिनी भवति वा आं प्रयत्नं करोमि महोदय द्रव्यं नष्टं धनिकः दुःखी अभवत् द्रव्ये नष्टे धनिकः दुःखी अभवत् इदानीं अत्र सति अस्ति न महोदय तत्र पूर्वमेव एतद् वाक्यं वयं कृतवन्तः पुनः कुर्मः वा तत्र पुनः कुर्मः मनसि नास्ति चेत् अभ्यासः सम्यक् अस्ति भवतु भवतु अस्तु अखिला भगिनी तर्हि द्रव्ये नष्टे इति तान्त्ररूपम् अस्ति हा तान्त्ररूपम् अस्ति तदनन्तरम् इदानीं तव तु रूपम् अयं कृतान्तरूपं कीदृशकृतान्तरूपम् अस्ति नाम कर्तरि कर्मणि भावे किम् अस्ति अस्ति किं नष्टम् इति तत्र अकर्मकधातु इति चिन्तयामि तर्हि तत्र भावे खलु द्रव्यं नष्टम् इति अत्र भावे अस्ति चेत् तत्र अस्माकं सूत्रं किं नाम एकं द्वे एकम् इति कर्तरि प्रयोगे कर्मणि अस्ति त्रीणि एकम् एकं भावे अस्ति त्रीणि एकम् इति कृत्वा अत्र तु त्रीणि एकम् एकम् इति अस्ति हा अत्र तु कर्मणि तर्हि द्रव्यं नष्टम् इति न अत्र कर्तरि एव खलु यतोहि द्रव्यं नष्टम् इति अस्ति कृत्वा क्षम्यतां हा नश् इति अकर्मकधातुः अत्र कर्तरि अर्थे तान्तरूपं द्रव्यं नष्टम् इति हा बहु समीचीनम् अस्ति यदा द्रव्यं नष्टम् इति अत्र अत्र नष्टं न केवलं विशेषणम् अपि तु क्रियापदमपि अस्ति इति मनसि निधाय अग्रे गन्तव्यमस्ति यद्यपि विशेषणमस्ति किन्तु क्रियापदमपि अस्ति तर्हि कर्तरिप्रयोगे अस्ति यदा द्रव्यं नष्टम् इति अस्मिन् अर्थे द्रव्ये नष्टे इति कृतान्तरूपं किन्तु कर्तरिप्रयोगे यतोहि अकर्मकधातुः अस्ति अस्तु समीचीनम् अग्रे हा तर्हि कर्तरि इति कृत्वा तत्र कर्तरि तव तु नित्यं भवति तर्हि नष्टवती नष्टवत् इति प्रातिपदिकं तत्र द्रव्यं नष्टवत् इति द्रव्ये नष्टवती धनिकः दुःखी अभवत् इति तव तु वाक्यम् अपि च तत्र कर्तरि अर्थे अन्य कोऽपि प्रयोगः अपि अस्ति वा महोदय क्षम्यतां किञ्चित् कर्तरि अत्र धातुः परस्मैपदिधातुः वा आत्मनिपदिधातुः हा हा शत्रुप्रयोगः भवति तर्हि परस्मैपदि धातुः तर्हि इति कृत्वा तत्र नश्यवत् इति भवति द्रव्ये नश्यवति तत्र शत्रन्तरूपं कथं जानीमः कथं साधयामः तत्र नश् इति धातुः खलु महोदय तर्हि साधारणचिन्तनमस्ति यत् लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं द्रष्टव्यमस्ति ति भागं निष्कास्य तत्र तदेव पुल्लिङ्ग शतान्तरूपम् अस्ति सत्यं नश्यवन् इति न वा इति कुतः आगतः नश्यवन् इति नश्यन् इति एव क्षम्यतां नाम लट्लकारस्य रूपं किम् एकवारं बहुवचनान्तरूपं नश्यन्ति हा ति इति निष्कासयतु नश्यन् नकारस्य स्थाने तकारः इति प्रातिपदिकं. हा हा हा, क्षम्यतां महोदय, नश्यन् नश्यत् इति एव चिन्तयित्वा नश्यवत् इति उक्तवती, क्षम्यतां मम दोषः. नश्यत् द्रव्यं नश्यत्, तर्हि द्रव्ये नश्यति, धनिकः दुःखी अभवत् इति छत्र्यन्तरूपम्. अनन्तरं तत्र अकर्मकधातुः इति कृत्वा भावे एव कर्मणि अर्थे भावे एव भवति, परन्तु भावे सतिसप्तमी न भवति इति कृत्वा तावदेव रूपाणि तु तानि एव. नाम तत्र द्रव्ये नश्यमाने इति न भवति वा? द्रव्ये न, द्रव्येन नश्यति इति कर्मणि, नश्यते इति कर्मणि खलु, तर्हि द्रव्येन नश्यमाने भावे, भावे तर्हि द्रव्येन नश्यमाने इति एव, नश्यमानम् इति एव भवति. तर्हि अत्र नश्यत्यस्य कर्ता नास्ति इति कृत्वा तत्र सतिसप्तमी रूपं न भवति, इत्युक्ते प्रयोगकर्ता नास्ति इति कृत्वा. बहु समीचीनमस्ति, बहु समीचीनमस्ति तथा. अस्तु, अग्रे गच्छेम. इदानीं राजीभगिनी अग्रे. वृक्षः पतितः, वाहनानि स्थगितानि, एतद् वाक्यं तु कर्त्रार्थे अस्ति, तान्तप्रयोगः. अतः वृक्षे पतिते सति, वाहनानि स्थगितानि, तव तु कर्तरीरूपं. वृक्षे पतितवती सति, वाहनानि स्थगितानि, कर्तृप्रयोगः. वृक्षे पतति सति, वृक्षे पतति सति, वाहनानि स्थगितानि. कर्मणि भावे प्रयोगे वृक्षेण पतितम्, अत्र अत्र वदतु, वृक्षेण पतितं, वाहनानि स्थगितानि, यद् भावे भावे सत्र सानचरूपं वृक्षेण पतितमानं, पतितं वृक्षेण पतितमानं पतति. न न, अत्र अस्माकं चिन्तनं किमस्ति, तत्र अत्र कीदृशशालच अस्ति, अकर्मकः शानच् कीदृश, कर्तरिकर्मणि वा शानच् अत्र, अत्र कर्तरी शानच् न भवति. किमर्थम् इत्युक्ते परस्मैपदीधातुः अकर्मकधातुः, कर्तरी शानच् आत्मैपदीधातुः एव भवति. अतः अत्र कर्मणि शानच् भावे सतिसप्तमी न भवति. किमर्थम् इत्युक्ते अकर्मकधातुः, किन्तु प्रथमतया रूपं भवति यत् भवती पृच्छन्ति अस्ति, यत् रूपं किं, तर्हि अत्र अत्र लट् लट् लटि वदतु, प्रथमतया लटि वदतु. वृक्षेण पत्यते, वृक्षेण पत्यते, वृक्षेण पत्यमानं, वृक्षेण पत्यमानं, वाहनानि स्थगितानि. अपि च तत्र वृक्षे वृक्षे पतति इति यदुक्तवती, वाहनानि स्थगितानि, अत्र कालः कः? वृक्षे पतितः, ओ कालः, वृक्षे पतति, वृक्षे पतति, वाहनानि स्थगितानि, वृक्षे पतति वर्तमानकालः, वर्तमानकालः. वाहनानि स्थगितानि अपि तस्मिन् अर्थे वक्तुं शक्यते. वाहनानि स्थगितानि भवन्ति वर्तमानकालमेव. नाम क्रान्तरूपम् अस्ति चेदपि तत्र भविष्यति, भविष्यत् भवति, भवितुमर्हति भविष्यत् कालः, वर्तमानकालः, भूतकालः. स्थगितानि इति पद इति पदस्य अर्थः भूतकालः, भूतकालं बोधयति. किन्तु अद्य, श्वः, नाम ह्यः इति एतत् सर्वं भवति. शक्नोति किल. अस्तु, समीचीनमस्ति. तर्हि लक्ष्मीभगिनी अग्रे. अत्र वाक्यमस्ति, श्रीरामः वनं गतः, दशरथः प्राणान् त्यक्तवान्. अत्र वाक्यं भूतकालार्थे अस्ति. अत्र पदमस्ति गतः, क्षान्तरूपम्. अत्र वाक्यं कर्तरिप्रयोगे अस्ति, अतः सतिसप्तमी वाक्यं वदामि चेत्, रामे वनं गते सति दशरथः प्राणान् त्यक्तवान्. क्षान्तरूपम् अत्र कर्तरिप्रयोगे अस्ति, परन्तु अत्र गतः इति क्षान्तरूपं गम् धातुतः आगच्छति, अतः गत्यर्थकधातुः इति कृत्वा तत्र कर्मणि प्रयोगे अपि भवति. किन्तु किन्तु इदानीं प्रथमं वाक्यं कर्तरि आसीत् वा कर्मणि आसीत् वा? प्रथमं वाक्यं कर्तरिप्रयोगे अस्ति. यावत् अस्ति कर्तरि करोतु. अनन्तरं भूतकालार्थे तावत् प्रयोगं कुर्मः. तावत् सर्वदा कर्तरिप्रयोगे एव वक्तुं शक्नुमः. अतः रामः वनं गतवान् इत्युक्ते अत्र रामे वनं गतवती सति दशरथः प्राणान् त्यक्तवान्. तावत् उपयुज्य कर्तरि अर्थे सति सप्तम्यां. अन्य किमपि अस्ति वा कर्तरि? अस्ति अस्ति महोदय. शत्रन्तरूपमपि वक्तुं शक्नुमः, किमर्थं चेत् अत्र गच्छति इति परस्मैपदरूपं, रामः वनं गच्छन् इति रूपम् इति भवति. तत्र रामे वनं गच्छति सति दशरथः प्राणान् त्यक्तवान्. अत्रापि शत्रन्तरूपं वर्तमानार्थे अस्ति, अपि च कर्त्रार्थे एव भवति. अनन्तरम् अत्र गच्छति इति कर्मण्यर्थे अधुना वक्तुम् इच्छामि. कर्मण्यर्थे क्तान्तरूपम् अत्र उपयुज्य वदामि चेत् अत्र गतः इति पदं गत्यर्थकधातुः इति कृत्वा कर्त्र कर्मण्यर्थे वदामि. अधुना रामेण वने गते सति दशरथः प्राणान् त्यक्तवान्. अपि च कर्मण्यर्थे शाणजन्तवाक्यमपि वक्तुं शक्नुमः. अत्र मूल साधारणवाक्यं भवति रामेण वनं गम्यमानम्. यदि वनम् इति पदं नपुंसकलिङ्गे अस्ति चेत् तदा कर्मणि शाणच् वदामि चेत् रामेण वने गम्यमाने सति दशरथः प्राणान् त्यक्तवान्. अत्रापि वर्तमानार्थे न अत्र कर्मणि शानच् वर्तमानार्थे. तर्हि त्यक्तवान् इति कथम् आसीत्? त्यजति त्यजति. अत्र पूर्वमपि अत्र यदा वयं यदा अहं शत्रन्तवाक्यं वक्तुमिच्छामि तत्रापि रामे वनं गच्छति सति दशरथः प्राणान् त्यजति. अत्रापि वर्तमानार्थे रामेण वने गम्यमाने सति दशरथः प्राणान् त्यजति. समीचीनम्. अत्र केवलं बहु सम्यक् अस्ति. केवलं वदामि यत् कर्मणि अर्थे इति न वक्तव्यमस्ति. अत्र कर्मणि प्रयोगः इति समस्तपदमस्ति. कर्तरिप्रयोगः कर्मणि प्रयोगः इति समस्तपदमस्ति. तत्र कुत्रचित् समासे विभक्ति सामान्यतया द्वयोः पदयोः विभक्तिलोपः भवति. किन्तु कुत्रचित् विभक्तिः तिष्ठति, यथा युधिष्ठिरः, युधि युधि इति सत्त्वे अस्ति, युधिष्ठिरः सप्तमे इदानीमपि अस्ति, साधारणतया अस्माकं यत्र कुत्रापि समासः अस्ति तत्र विभक्तिलोपः भवति, किन्तु कर्तरिप्रयोगे कर्तरिप्रयोगः इति समस्तपदमस्ति, कर्मणि प्रयोगः इति समस्तपदमस्ति, अत्र कर्मार्थः कर्मार्थे तत्र कर्त्रार्थे कर्त्रार्थे कर्त्रार्थे कर्मार्थे इति वक्तव्यमस्ति, तत्र कर्मणि अर्थे कर्मणः अर्थे वस्तुतः कर्मणः अर्थे अस्ति, कर्मणि अर्थे इति नास्ति, कर्मणः अर्थे कर्मणि कर्तरिकर्मिणिप्रयोगः तत्र कर्तरिप्रयोगः कर्मिणिप्रयोगः इति तत्र यथा उक्तं तत्र समासः अस्ति प्रयोगेन सह, किन्तु अर्थेन सह अत्र कर्मार्थे इति कर्मणः अर्थे कर्मार्थे कर्तुः अर्थे कर्त्रार्थे इति अस्ति वाक्यम् इति अस्ति शब्दः, समीचीनमस्ति। तर्हि अग्रे गच्छेम, कोऽपि प्रश्नः वा? राजेन्द्रमहोदय अग्रे। अत्र दुक्षिकेन हा हा तद् तदेव करोतु, भिक्षुकेण अन्ये प्राप्ते न श्लोके उपरि अस्ति खलु, एकं वाक्यं कुर्मः, भिक्षुकेन उपरि अस्ति, भिक्षुकेन श्लोके पठिते सति छात्राः तस्य अर्थं लिखितवन्तः। आमां महोदय, शिक्षकेन श्लोके पठिते सति अर्थः लिखितवन्तः। अत्र तु कर्मणि प्रयोगः अस्ति, त्रीणि एकम् एकं तत् एकनिमिषम्, अत्र कर्तृर्थे अपि क्रान्तप्रयोगः भवितुम् अर्हति, शिक्षके श्लोकं पठिते सति छात्राः तस्य अर्थं लिखितवन्तः। न न पुनः वाक्यं किमस्ति इदानीं तान्त्ररूपमस्ति यद् लिखितमस्ति, शिक्षकेन श्लोके पठिते, तदनन्तरं भवान् किम् उक्तवान्? अत्र कर्तृर्थे अपि भवितुम् अर्हति वाक्यं, किन्तु कर्मणि प्रथमतया कर्मणि यावत् अस्ति तद् वदतु, कर्मणि प्रयोगः अत्र तु शिक्षकेन तु तृतीया अस्ति, श्लोके पठिते पठिते सति सप्तमी सति सप्तमी प्रयोगः अस्ति, पठधातुः सकर्मकधातुः अस्ति, तत् कारणतः तत्र शिक्षकेन श्लोके पठिते सति छात्राः तस्य अर्थं लिखितवन्तः इति कर्मणि। हा, अन्यत् किमपि भवति वा कर्मणि कर्मिप्रयोगे? ओ अन्यत् अन्यत् रूपं कर्मणि प्रयोगे महोदय? आम् आं, तत्र शानच् भवतु करोतु। शिक्षकेन श्लोके पाठ्यमाने सति छात्राः तस्य अर्थं लिखन्ति। हा सत्यं, हा क्षम्यतां, शिक्षकेन श्लोके पाठ्यते इति अस्ति, हा पाठ्यते अस्ति इति कृतान्तरूपमस्ति, शानजन्तरूपमस्ति, पाठ्यमाने इति कर्मणि प्रयोगे, इदानीं कर्तरि कर्तरिप्रयोगे महोदय अत्र कृतान्तरूपं भवति, शिक्षके श्लोकं पाठ्यते सति छात्राः तस्य अर्थं लिखितवन्तः तत् कर्तरि अर्थे। पुनः पुनः वदतु, शिक्षके श्लोकं पाठिते सति छात्राः तस्य अर्थं लिखितवन्तः। पाठिते पाठिते आम् पाठिते इति कीदृशरूपम् अस्ति? पाठिते अत्र क्तान्त प्रयोगम् अस्ति. क्तान्तकर्तरि अत्र भवति वा? कर्तरिप्रयोगे कर्तरिप्रयोगे क्तान्तरूपं कदा भवति? यदा अकर्मकधातुः भवति. अथवा अकर्मकः अथवा गत्यर्थकः अथवा गत्यर्थक गत्यर्थकः कर्मकधातुः यथा गच्छति. तर्हि अत्र नास्ति. अत्र न भवति. आम् महोदय, सत्यं तत्. परन्तु तौ तु प्रयोगः भवितुम् अर्हति. तत्र तु पाठयन्ति पाठयति. क्तवती वा? आम् आं महोदय, पाठयति. तव तु इति शिक्षकः इति साधारणवाक्यं वदतु. शिक्षकः श्लोकं श्लोकं पाठयति. न, क्तान्तरूपं क्तवतु क्तवत्वन्तरूपं रूपं तत्र भवति. शिक्षकः श्लोकं क्तवतु पाठितवती. नाम तद् साधारणवाक्यमस्ति. शिक्षकः श्लोकं पाठितवान् खलु? पाठितवत् इति प्रातिपदिकमस्ति. सप्तमी पाठितवती. तर्हि शिक्षके श्लोकं पाठितवती सति. छात्राः तस्य अर्थं लिखन्ति छात्राः तस्य. न, अत्र भूतकालार्थे अस्ति खलु? भूतकालार्थे लिखितवन्तः. इदानीं शत्र भवति लिखितवत्. न न, प्रथमभागः शिक्षकः श्लोकं पाठयत् रूपं प्रातिपदिकं भवति. शिक्षके श्लोकं पाठित न सम्यक्तया उक्तवान् एव. पाठयन् इति शिक्षकः श्लोकं पाठयन् पाठयत् इति प्रातिपदिकं पाठयत्. तस्य सप्तमी पाठयति. सम्यक्. शिक्षके श्लोकं पाठयति सति. छात्राः तस्य अर्थं लिखन्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. बालसुब्रह्मण्यं अग्रे महोदय, मम एक अत्र चिन्तनम् अत्र निजन्तरूपम् अस्ति तर्हि उभयपदिनः, अतः अत्र कर्तरि शानज् अपि सम्भवति खलु? उभयपदि अस्ति. आमामां, तत्र तु तदपि अस्ति. आमां, तत्र शानज् भवति तथा शिक्षकेन श्लोके पाठ्यमाने इति उक्तं. तत्र भगिनी सम्यक्तया उक्तवती यत् यतोहि निजन्तधातुः अस्ति. सामान्यतया निजन्तधातुः उभयपदिनः सन्ति. अत्रापि तथा. तर्हि पाठयति पाठयते लट्लकार्यकर्तरिप्रयोगे पाठयते इति अपि अस्ति. पाठयति पाठयते पाठयते अस्ति चेत् तत्र पाठय तत्र पाठ्यमान इति कर्मणि. पाठयन्ति तत्र पाठयमान इति तत्र कर्तरि शानच् कर्तृ अर्थे विद्याभगिनी किञ्चित् सहायं करोतु. अस्तु, अत्र अत्र मूलवाक्यमस्ति शिक्षकः श्लोकं पाठ्यमानः छात्राः तस्य अर्थं लिखन्ति इति. इदानीम् अत्र सतिसप्तमी प्रयोगः शिक्षके श्लोकं पाठयमाने छात्राः तस्य अर्थं लिखन्ति. हा, बुद्धं वा राजेन्द्र? तत्र शिक्षकेन श्लोके पाठ्यमाने इति कर्मणि प्रयोगे अस्ति पाठ्यमानः. कर्त्री अपि अस्ति, यतोहि पाठयति पाठयति पाठयति पाठयते इति भवति. नाम साधारणतया निजन्तधातूनां तत्र परस्मैपदीरूपमपि अस्ति, आत्मनेपदी अपि अस्ति. आत्मनेपदी पक्षे तत्र कर्तरिप्रयोगे अपि अस्ति शानच्. तर्हि शिक्षके श्लोकं पाठ्यमाने तत्रापि पाठ्यमाने एव भवति वा? पाठय पाठय पाठ्यन पाठ्यमाने तत्र भेदः अस्ति. पाठ्यमान इति कर्मणि, पाठ्यमान इति कर्त्री प्रयोगे. बुद्धं वा? तत् किञ्चित् भेदः न अवगतः महोदय. भेदः अस्ति यत् शिक्षकः पाठयति इति सामान्यतया वदामः खलु. शिक्षकः पाठयति इति साधारणवाक्यं खलु. आम्. हा, किन्तु शिक्षकः पाठयते अपि अस्ति, जानाति वा? अत्र कर्तरिप्रयोगे वदामि. शिक्षकः न शिक्षके सतिसप्तमीति न, लट् लट् शिक्षकः पाठयति, शिक्षकः पाठयते इति वाक्यद्वयमस्ति. पाठयते कर्तरिप्रयोगे, शिक्षकः पाठयते. शिक्षकः लेखयति, शिक्षकः लेखयते इति वाक्यद्वयमस्ति. लेखयति लेखयति कर्तरिप्रयोगे. बुद्धं वा? कर्तरिप्रयोगे. अनन्तरं कर्तरिप्रयोगे अस्ति चेत् तत्र आत्मनेपदी धातुः अस्ति चेत् तत्र किं कर्तरिशानच् अपि अस्ति. तर्हि लेखयमान पाठयमान इति एतत् सर्वं भवति. पाठय पाठ्यन पाठय पाठयते पाठयमान पाठ्यते कर्तरि कर्मणि प्रयोगे पाठ्यते कर्तरि प्रयोगे पाठयते. अस्तु, भवतु नाम तादृशविकल्पः अपि अस्ति. तर्हि अग्रे गच्छामि. बालसुब्रह्मण्य अग्रे. अध्यापकेन प्रश्ने कृते छात्रा उत्तरम् उक्तवती इति तान्तरूपं परस्मैपद कर्मणि प्रयोग. सो तस्मात् सप्तमी रूपम् एवमेव अध्यापकेन प्रश्ने कृते छात्रा उत्तरम् उक्तवती भूतकालः. कर्मणि अन्यत् किमपि भवति वा? क्षम्यतां महोदय, इति कर्मणि अस्ति खलु अध्यापकेन प्रश्ने कृते. अन्यत् अस्ति वा कर्मणि प्रयोगे? कर्मणि प्रयोगे शानच् अस्ति. अध्यापकेन प्रश्नः क्रियमाणः छात्रः पुनः वदतु. अध्यापकेन अध्यापकेन प्रश्नः सम्यक् क्रियमाणः. सत्यं, यदा अध्यापकेन प्रश्नः क्रियमाणः तदा छात्रः उत्तरं वदति. इदानीं सतिसप्तमी. अध्यापकेन प्रश्ने क्रियमाणेन क्रियमाणे क्रियमाणे छात्रा उत्तरं वदति वदति सम्यक् अथवा वक्ति कर्तरिप्रयोगे तव तु अध्यापकः प्रश्नं कृतवान् यदा अध्यापकः प्रश्नं कृतवान् तदा छात्रा उत्तरम् उक्तवती उक्तवती न सम्यक् सम्यक् अनन्तरं शत्र इदानीं सतिसप्तमी करोतु यदा तदाति वद इति उक्तवान् इदानीं तस्य सप्तमी सतिसप्तमी सतिसप्तमी तवतु युगे अध्यापकः प्रश्नः इदानीं कर्तरि अस्ति खलु तर्हि यदा अध्यापकः प्रश्नं कृतवान् अध्यापके प्रश्नं कृतवती उत्तमं उक्तवती उत्तमं बहु सम्यक् वा इदानीं शानच् इदानीं शत्र रूपम् अध्यापकः प्रश्नं यदा यदा अध्यापकः प्रश्नं यदा अध्यापकः प्रश्नं कुर्वन् कुर्वन् अस्ति तदा छात्रा उत्तरं कुर्वन् ददति वदति वक्ति वदति इति वर्तमानकाले तर्हि इदानीं सति सप्तमी अध्यापकः प्रश्नं सति सप्तमी तर्हि क्रियाश्रयः अध्यापकः एव तस्य सप्तमी सो अध्यापके प्रश्नं पुनः वदतु सम्यक् सम्यक् अध्यापके प्रश्नं क्रियते कृतवती इति न अत्र लाट्लकारे अस्माकं चिन्तनं किं लाट्लकारस्य बहुवचनान्तरूपं किं तत् द्रष्टव्यमस्ति करोति अध्यापकः करोति अध्यापकः अध्यापकौ कुरुतः अध्यापकाः कुर्वन्ति इति टी भागं निष्कासयतु कुर्वन् इति पुल्लिङ्गे अस्ति नकारस्य स्थाने तकारं योजयतु तत्र प्रतिपदि कुर्वत् तस्य सप्तमी कुर्वति अध्यापके प्रश्नं छात्रा उत्तरं वदति इति वर्तमानकाले बहु समीचीनमस्ति इति अस्ति अस्तु उत्तमम् उत्तमं विद्याभगिनी द्वितीयं पुष्पभगिनी भवति वा न कर्तरिशानच् इति कर्तरिशानच् किमर्थं हा सत्यम् उभयपदिदातुः अस्ति उभयपदिदातुः अस्ति क्रीडातुः सत्यं सत्यम् उभयपदिदातुः अस्ति भवती एव वदतु तर्हि अत्र मूलवाक्यं भवति अध्यापकः पुष्पभगिनी एकनिमेषः वदतु भगिनि अध्यापकः प्रश्नं कुर्वाणः छात्रा उत्तरं वदति इति मूलवाक्यम् अध्यापके प्रश्नं कुर्वाणे छात्रा उत्तरं वदति यत्र उभयपदिदातुः अस्माकं तत्र सावधानमपेक्षितमस्ति भगिनी स्मारितवती बहु सम्यक् अस्ति यत्र धातुः निजन्तः अथवा यत्र धातुः उभयपदी धातुः अस्ति अथवा आत्मनिपदी धातुः अस्ति तत्र शालाचिति कर्तृप्रयोगे भवति. अस्तु पुष्पा भगिनी अग्रे वदति वा द्वितीय वक्तुं न शक्नोमि. अस्तु अस्तु नास्ति चिन्ता. श्रुणोतु विद्या भगिनी अग्रिमं करोतु कृपया. भिक्षकेन अन्ने प्राप्ते भोजनं कृतम् इति अत्र तान्तप्रयोगम् उपयुज्य सतिसप्तमी प्रयोगः. इदानीम् अत्र कर्मणि कर्मणि प्रयोगे कर्मणि शानज् शानजन्तरूपं भिक्षुकेन अन्ने प्राप्यमाने भोजनं करोति. भिक्षुकः भोजनं करोति इति शानजन्तरूपम्. अनन्तरम् इदानीम् अत्र कर्तरीप्रयोगे आप् इति धातुः सकर्मकधातुः, प्र उपसर्गपूर्वकः आप् धातुः अपि सकर्मकधातुः, अतः कर्तरीप्रयोगे तान्तरूपं न भवति. इदानीम् अत्र तवतु रूपम् अस्ति. भिक्षुकः अन्नं प्राप्तवान्, भिक्षुकः तदा भिक्षुकः यदा भिक्षुकः अन्नं प्राप्तवान् तदा भोजनं कृतम्. इदानीम् अत्र सतिसप्तमी प्रयोगः भिक्षुके अन्नं प्राप्तवती सः भोजनं कृतं न तेन भोजनं कृतम्, अत्र तेन इति नास्ति, भोजनं कृतम्. इदानीम् अत्र शत्रन्तरूपं भिक्षुकः अन्नं प्राप्नुवन् भोजनं करोति, सः भोजनं करोति. सतिसप्तमीप्रयोगः भिक्षुके अन्नं प्राप्नुवति सः भोजनं करोति. इति अस्ति. इदानीं आप्दातुः कीदृशः सतिसप्तमी प्रयोगे सकर्मकः, किन्तु परस्मैपदि वा उभयपदि वा आप्नोति? परस्मैपदि आप्नोति, परस्मैपदि एव अस्ति. हा हा हा अस्तु समीचीनं. तर्हि अग्रे गच्छेम. अन्य कोऽपि प्रश्नः वा? अग्रे गच्छेम. तर्हि सरला भगिनी द्वितीयं करोतु. मधुरे गीते श्रुते बालकां सन्तुष्टा. श्रुतं ते श्रुतवती सकर्मकधातुः अस्ति परस्मैपदे. साधु श्रूय अत्र कर्मणि तान्तप्रयोगः अस्ति. तदनन्तरं कर्मणि बालकैः कर्मणि शानश् भवति बालकैः. मधुरे गीते श्रूयमाणे बालकाः सन्तुष्टाः. तदनन्तरम् आगच्छति तव तु प्रत्यय कर्तरिप्रयोगे. बालकाः मधुरं गीतं श्रुतवन्तः बालकाः सन्तुष्टाः. यदा तदा अति तादृशं वाक्यं यदा तदा अति अवश्यं वदतु. यदा बालकाः मधुरं गीतं श्रुतवन्तः तदा ते सन्तुष्टाः आसन्. मधुरे यदा बालकाः रामेषु बालकेषु बालकेषु मधुरं गीतं श्रुतवत्सु सत्सु बालकाः सन्तुष्टाः आसन्. शत्रन्त भवति श्रूयते भवति आत्मनिपदे भवति रे श्रूयते महोदय अत्र शत्र शत्र भवति वा शत्र भवति आत्मनिपदे अस्ति श्रूयते लट् लकार किं कर्मणि प्रयोगे वा कर्मणि प्रयोगे वा कर्मणि प्रयोगे भवति उक्तवती श्रूयमाणे श्रूयमाणे श्रूयते इति कर्मणि प्रयोगः श्रूयते कर्मणि लट् लकार किं भवति किं न इदानीं तव तु इति उक्तवती इदानीं शत्र इति वदतु शत्र शत्रन्तरूपम् अहं तस्य प्रथमं श्रुधातु लट्लकार चिन्तयामि आगच्छति मनसि शृणोति शृणोति आमां शृण्वन्ति यदा बालकाः मधुरं गीतं शृण्वन्तः तदा बालकाः सन्तुष्टाः सन्ति सो भवती बालकेषु मधुरं गीतं शृणुवत्सु सत्सु बालकाः सन्तुष्टाः सन्ति शतन्तरूपम् इति अस्ति समीचीनमस्ति तत्र श्रुधातुः शृणोति किं विद्याभगिनी तत्र उभयपदे अस्ति वा न महोदय परस्मैपदी एव परस्मैपदी एव खलु अस्तु अग्रे गच्छेम तर्हि अग्रे राजीभगिनी वदतु मात्रा कथायां श्रावितायां पुत्री सुप्ता एतत् वाक्यं कर्मणि प्रयोगे तान्त्रप्रयोगे अस्ति एतत् वाक्यं कर्तरि न भवति किमर्थम् इत्युक्ते कर्मपदं सकर्मकधातुः तव तु प्रत्यये यदा माता कथायां श्रावितवती तदा पुत्री सुप्ता मातरि कथायां श्रावितवती एकनिमेषः अत्र मात्रा कथायां श्रावितायाम् इति कर्मणि अस्ति खलु कर्मणि अस्ति तर्हि कर्मणि अन्यत् किमपि अस्ति वा यावदस्ति तद् वदतु तावत् पुत्रः यदा माता कथायां श्रावितवती तदा पुत्री सुप्ता साधारणवाक्यं सती सप्तमी इति वदतु सतीसप्तमी मातरि न न कर्मणि इदानीं कर्मणि इति प्रवर्तमानमस्ति मात्रा कथायां श्रावितायाम् इति कृतान्तरूपं कर्तरि कर्मणि तर्हि अन्यत् किमपि वा कर्मणि कर्मणि इति प्रवर्तमानमस्ति इति करोतु कर्मणि सानजन्तरूपं भवति मात्रा कथायां यदा मात्रा कथायां श्रावितमानं न अत्र लट् लकारे कर्मणि किमस्ति अत्र लट् लकारे लटि कर्मणि श्रावयति श्रावयति इति लट् कर्मणि किं लटि लट् कर्मणि श्राव्यते श्राव्यते श्राव्यते यदा मात्रा कथायां श्राव्यतिवती एकनिमेष श्राव्यते ते इत्यस्य स्थाने मान इति संयोजयतु ओ श्राव्यमान अस्तु यदा मात्रा कथायां श्राव्यमानम् अस्ति तदा पुत्री सुप्ता सतीसप्तमी मातरि किं क्षम्यता महोदय, मात्रा कथायां एकनिमेषः, भवती सतीसप्तमी वक्तुमिच्छति वा अथवा यदा तदा? यदा तदा यदा मात्रा कथा श्रावितवती तदा पुत्री सुप्ता, साधारणरूपं किल? यदा मात्रा कथा श्राव्यमाना तदा पुत्री सुप्ता. तर्हि सतीसप्तमी किं? सतीसप्तमी मातरि न न न ओ मात्रा कथायां श्राव्यमाना श्राव्यमाना इति प्रातिपदिकं खलु, श्राव्यमाना श्राव्यमानं सतीसप्तमी, सतीसप्तमी स्त्रीलिङ्गे तत्र अखिला भगिनी सहायं करोतु कृपया. श्राव्यमानस्तु मात्रा कथायां श्राव्यमानायां पुत्री सुप्ता. श्राव्यमानायां खलु श्रीलिङ्गे लतायां श्राव्यमानायां. अस्तु मम इदानीं बुद्धं खलु मम स्मयः समाप्यमानमस्ति इति कृत्वा इदानीम् अखिल एव्री वदतु कृपया मातरि नाम कर्तरिप्रयोगे किं किमस्ति? हा कर्तरिप्रयोगे वाक्यं भवति माता कथा श्रावि यदा माता कथा श्रावितवती पुत्री सुप्ता इति. तर्हि मातरी कथा मातरी कथां मातरी कथां श्रावितवती वत्यां पुत्री सुप्ता इति तवतु प्रत्ययः. तदनन्तरं श्रावयति इति तत्र शत्रुप्रत्ययः अपि भवति. तर्हि मातरी कथां श्रावयति श्रावयत् खलु महोदय. तर्हि मातरी कथां श्रावयत्यां पुत्री सुप्ता. श्रावयति इति तत्र श्रावयते अपि भवति. तर्हि श्रावयमाना अपि. शत्रन्तं किम् आसीत्? शत्रन्तः अस्ति श्रावयत् खलु प्रातिपदिकं. हा सत्यं. तर्हि श्रावयति श्रावयत्यां श्रीलिङ्गे अस्ति खलु महोदय. मातरी कथां श्रावयन्त्यां पुत्री सुप्ता. मातरी कथां श्रावयमानायां पुत्री सुप्ता. बहु समीचीनमस्ति. यतोहि तत्र आत्मन उभयपदी धातुः अस्ति निच् निजन्तम्. अस्तु समीचीनमस्ति. इदानीं मया गन्तव्यमस्ति. विद्या भगिनी अग्रे करोति वा? अस्तु महोदय. भवान् अस्तु महोदय. अत्र भवान् केवलं भवान् एव गच्छति खलु? अहम् एव गच्छामि. सर्वे सार्धदशवादनपर्यन्तं सर्वे तिष्ठन्ति इति सामान्य. अस्तु महोदय. अस्तु धन्यवादः. अग्रे गच्छतु. धन्यवादः. अस्तु अस्तु. अत्र अग्रे अस्ति सरला भगिनी. अग्रे अग्रिमवाक्यं करोति वा? अहम् अपि गमनीयम्. ओ अस्तु एवं वा. अस्तु धन्यवादः. अस्तु धन्यवादः महोदय. मया पुस्तके पठिते विषयः ज्ञातः. कर्मणि प्रयोगः अस्ति अत्र. कर्मणि शानस् भवति. मया पुस्तके पाठ्यमाने विषयः ज्ञातः. मया पुस्तके पाठ्यमाने पठ्यमाने अत्र शानजन्त अत्र निजन्तरूपं नास्ति खलु? पठ्यमाने विषयः ज्ञातः. तदनन्तरम् आगच्छति तव तु फ़्याक्टरि प्रयोगे. अहं यदा अहं पुस्तकं पठितवान् तदा विषयः ज्ञातः. भवती मयि पुस्तकं पठितवती सति विषयः ज्ञातः. समीचीनम्. शत्रुन्तु भवति यदा अहं पुस्तकं पठन् अस्मि तदा विषयः ज्ञातः. सतिसप्तमी भवति मयि मयि पुस्तकं पठन् पठति सति विषयः ज्ञातः. विषयं जानात् जानामि जानाति. अस्तु अस्तु. अनन्तरम् अन्यत् किमपि भवति वा अत्र? कर्तरितप्रत्ययः कर्तरितप्रत्ययः न भवति कारणी कर्म सकर्मकधातु अस्ति कर्तरितप्रत्ययः न भवति. समीचीनं भगिनि, सम्यक् अस्ति. अस्तु अग्रे लक्ष्मी भगिनी. अत्र वाक्यमस्ति अग्रजया भगिनी सूत्रं दत्तवती त्रीणि सप्तं त्रीणि वदति इति. तत्तु अनफिशियल् चिन्तनम् अस्ति, अफिशियल् चिन्तनम् अस्ति. अत्र कर्मणिप्रयोगे अस्तु अस्तु. कर्मणि प्रयोगे अत्र सामान्यनियमः अस्ति त्रीणि एकम् एकं. सतीसप्तमी प्रयोगे तस्य परिवर्तनं कुर्मः चेत् अत्र त्रीणि सप्तमी सप्तमी त्रि सेवेन् सेवेन् त्रि वन् वन् त्रि सेवेन् सेवेन्. कर्तृप्रयोगे वन् टु वन् एकं द्वे एकं. सतीसप्तमी भवति सेवेन् टु वन् सेवेन् टु सेवेन् इति. सेवेन् टु सेवेन् इति अस्तु भगिनि. लक्ष्मी भगिनि वदामि वा? वदतु भगिनि. अत्र वाक्यमस्ति अग्रजया फलेषु खादितेषु माता सन्तुष्टा. अत्र वाक्यं कर्मणि प्रयोगे अस्ति. मूलवाक्यमस्ति अग्रजया फलं खादितम्. अतः एव अत्र कान्त प्रयोगः अस्ति कर्मण्यर्थे. मूलवाक्यं पुनः वदतु. मूलवाक्यम् अग्रजया अग्रजया फलानि खादितानि. अग्रजया फलानि खादितानि स्थान्तरूपम्. अतः एव अत्र अग्रजया फलेषु खादितेषु इति भवति वाक्यं कर्मण्यर्थे अस्ति. परन्तु अत्र खादुधातुः सकर्मकधातुः इति कृत्वा क्तान्तप्रयोगः कर्त्रार्थे न कदापि भवति. अतः तस्य विवक्षा नास्ति. अनन्तरम् अत्र कर्मण्यर्थे शाणच्प्रयोगं कुर्मः वा इति चिन्तनं कुर्मः चेत् मूलवाक्यं भवति अग्रजया फलानि खाद्यमानानि इति वाक्यं भवति. तदा शाणच्ये कर्मणि वाक्यं सतिसप्तम्यां वदामि चेत् अग्रजया फलेषु खाद्यमानेषु माता सन्तुष्टा इति भवति. अस्ति. अधुना कर्त्रर्थे वदामि चेत् कर्त्रर्थे क्तान्तरूपं न सम्भवति. परन्तु कर्त्रर्थे क्तवत् रूपम् आगच्छति वा इति चिन्तयामि चेत् अग्रजा फलानि खादितवती इति वाक्यं भवति. तदा अस्ति चेत् कर्त्रर्थे क्तवत् रूपं सतिसप्तम्याम् अग्रजायां फलानि खादितवत्यां सत्यां माता सन्तुष्टा इति भवति. अनन्तरं शत्रन्तवाक्यं रचयामि रचयितुमिच्छामि चेत् अत्र अग्रजा फलानि खादन्ती अस्ति इति भवति. तदा भवति चेत् अग्रजायां फलानि खादितवन्त्यां सत्यां माता सन्तुष्टा. पुनः वदतु अग्रजायां. अग्रजायां फलानि खादितवन्ती इति किमर्थं तत्र इडागमः? पठन्ति लट्लकारस्य लट्लकारस्य रूपं किं भवति अत्र? अत्र प्रातिपदिकं किं? प्रातिपदिकं किम् अत्र? स्त्रीलिङ्गे स्त्रीलिङ्गे वदामि चेत् तत्र प्रथमाविभक्तौ खादितवन्ती भवति. किमर्थं वकारः? किमर्थं वकारः? खादन्ति खादन्ति खलु खादन्ति. क्षम्यतां, खादन्ति खादन्ति खादन्ति क्षम्यतां. अतः अग्रजायां फलानि खादन्त्यां सत्यां माता सन्तुष्टा नदी सप्तवत्. क्षम्यतां, माता सन्तुष्टा अस्ति इति. सन्तुष्टा सन्तुष्टा अस्ति वर्तमानकालार्थे भवति. अत्र इतोपि अत्र पदं परस्मैपदी इति कृत्वा शाणज् कर्तरि न सम्भवति अत्र, न सम्भवति. केवलं कर्मण्यर्थे एव शाणज् रूपम् आगच्छति. अहं पूर्वम् उक्तवती खाद्यमानेषु. समीचीनं, खाद्यमानायां सत्यं. खाद्यमानायां सत्यं नास्ति खलु? अग्रजया फलेषु खाद्यमानेषु. अग्रजया फलेषु खाद्यमानेषु. अस्तु, समीचीनमस्ति भगिनि, धन्यवादः. अग्रे राजेन्द्रमहोदय. आं भगिनि, अग्रिमपृष्ठे यदा भीष्मस्य शङ्खनादः तथा उदाहरणमस्ति खलु, उदाहरणमस्ततः आरभ्य. यदा मार्जलः दृष्टः तदा शुनकेन भषितम्. अत्र तु कर्तृर्थे दत्तमस्ति मार्जाले दृष्टे सति शुनकेन भषितम्. अत्र एकक्षणं एकक्षणं, किमर्थं कर्तृर्थे इति वदति तान्तरूपम् अत्र? दृश् इति धातुः कीदृश धातुः? अकर्मक अकर्मकः पश्यति, पश्यति इति सकर्मकधातुः खलु? क्षम्यताम्, अत्र तु कर्तृर्थे न न भवति तथा अन्तरूपं, तत्र कर्मणि रूपम् अस्ति. मार्जाले दृष्टे सति शुनकेन भषितं भषितम्. मूल मूलवाक्ये अत्र अत्र यदा शुनकेन मार्जालः दृष्टः तदा शुनकेन भषितम् इति अत्र कर्तृपदमस्ति शुनकेन तृतीयान्तरूपम्. स्पष्टं वा? अत्र अत्र अत्र तु यदा मार्जालः दृष्टः तदा शुनकेन भषितम् इति दत्तमस्ति, परन्तु अत्र यदा इत्यस्य अनन्तरं कर्तृपदमस्ति शुनकेन मार्जालः दृष्टः कर्मार्थे अस्ति खलु, अतः अत्र कर्तृपदमस्ति शुनकः, तस्य तृतीयान्तरूपं शुनकेन मार्जालः दृष्टः. अस्तु अस्तु अस्तु, यदा शुनकं तपि तत् स्थापयामः तत् शुनकेन शुनकेन मार्जाले दृष्टे सति तेन भषितम्. समीचीनम्. अस्तु. इदानीं तु कुतौ तु रूपं भवति तत्र कर्मणि कर्मणि समापयतु महोदय. कर्मणि समापयतु यतोहि अत्र कर्मण्य कर्मार्थे अस्ति अतः इदानीं कर्मणि प्रयोगः समापयतु. शानच् कर्मणि. यदा यदा शुनकेन मार्जालं दृश्यमानः तदा तदा तेन भषितम्. अत्र पुनः वदतु. शुनकेन मार्जालं मार्जालं दृश्यमानः मार्जालम् इत्यस्य अत्र कर्मार्थे अत्र नियमः कः? तत्र त्रीणि एकमेकं. तर्हि मार्जाल इत्यस्य मार्जालः एव सत्यं सत्यं मार्जालः मार्जालः. आम्. पुनः वदतु वाक्यं. शुनकेन यदा शुनकेन मार्जालः इदानीं दृश्यमानः मार्जालः दृश्यमानः तदा तेन भषितम्. शुनकेन मार्जालः दृश्यमाने सति तेन भषितम्. एकक्षणं पुनः वदतु अत्र किञ्चित् दोषः अस्ति. शुनकेन मार्जालः दृश्यमाने सति ते सः भषति भषति. हा अत्र तु दृश्यमानः अत्र क्रियायाः आश्रयः कः? शुनकः. शुनकः नास्ति अत्र कर्मार्थे अस्ति खलु अतः कर्मपदमेव क्रियायाः आश्रयः अतः कर्मपदस्य मार्जालः मार्जालः. पुनः वदतु. शुनकेन मार्जालः दृश्यमाने सति मार्जालः इति कर्मपदं तस्यापि सप्तमविभक्तिः खलु दृश्यमानः इति मार्जालः इत्यस्य विशेषणं. शुनकेन मार्जाले दृश्यमाने सति सति सः भषितं भगिनि अत्र अथवा शुनकेन भषितम् अस्ति. शुनकेन भषितं भवति. अस्ति. अस्तु. अस्तु. शुनकेन मार्जाले दृश्यमाने सति शुनकेन भषितम् अस्ति. अस्ति. भनिके भषितम् अस्ति. अस्तु. अस्तु. इदानीं तु तत्र तवतुप्रयोगः भवति तत्र यदा मार्जालः यदा शुनकः मार्जालं पश्यति भगिनि तवतु रूपं खलु तवतु इदानीं यदा तथा सामान्यवाक्यं यदा मार्जालः यदा शुनकः मार्जालं दृश्यते अत्र तान्तरूपम् अस्ति खलु तान्तरूपमस्ति तान्तरूपं स्वीकृत्य तत्र वान् अथवा वती इति योजयति चेत् तत्र दृष्टवान् दृष्टवती यदा शुनकः मार्जालं दृष्टवान् तदा सः भषितवान् तत् शुनके मार्जालं दृष्टवती सति सः भषितवान् समीचीनम्. अत्र तान्तरूपं भवति वा कर्त्रार्थे? कर्त्रार्थे आम् आम् तत् न भवति, तत् कर्मक अस्ति, तत् कारणात् न भवति भवति. बहु सम्यक् महोदय, समीचीनमस्ति. न भवति अत्र तु शत्रुरूपं भवति, शत्रुरूपं भवति तत्र यदा मार्जालः शुनकः मार्जालं पश्यन् अस्ति. सत्यं, शुनकः मार्जालं पश्यन् अस्ति. तत्र तु सतिसप्तमी रूपं भवति, शुनके मार्जालं पश्यति सः भषितवान् सः भषितवान् अस्ति भषितवान् तेन भषितं भवति. अपि च तस्य किं गति सकर्मक अस्ति, तत् कारणात् तत् कर्तरी शानच रूपं न भवति. समीचीनं महोदय, सत्यं सत्यं सत्यं, कर्तरी शानच नास्ति, कर्मणि शानच तु उक्तवान् खलु. अस्तु, समीचीनमस्ति भगिनी. परन्तु अत्र आत्मनेपदि धातु नास्ति इति कृत्वा कर्तरी शानच न भवति खलु, न तु अकर्मः धातुः इति कृत्वा. अकर्मकधातुः नास्ति, सत्यम्, आत्मनेपदी धातुः नास्ति, परस्मैपदी धातुः इति कृत्वा कर्तरी शानज् न भवति. सत्यं भगिनि. अस्तु अस्तु अस्तु अस्तु, धन्यवादः. अग्रे अखिला भगिनी भवती एव करोतु. हा, तर्हि वाक्यमस्ति, यदा भीष्मस्य शङ्कनादः श्रुतः तदा अर्जुनः चिन्ताकुलः जातः इति. अत्र यदा भीष्मस्य शङ्कनादे श्रुते अर्जुनः चिन्ताकुलः जातः इति प्रथमं, तदनन्तरम् इति तान्त सतिसप्तमी, तदनन्तरं तत्र शानचपि भवति भीष्मस्य शङ्कनादे श्रूयमाणे अर्जुनः चिन्ताकुलः जातः इति. भगिनी, अत्र अत्र अत्र वाक्ये अत्र कर्तृपदमपि योजयित्वा वदतु भगिनी. अस्तु, अर्जुनेन भीष्मस्य शङ्कनादे श्रूयमाणे चिन्ताकुलः जातः अस्ति. इदानीं कर्तरी अर्थे, तर्हि कर्तरी तान्तरूपं न भवति, यतोहि श्रु इति धातुः सकर्मकः अपि च गत्यर्थकः नास्ति, विशिष्टधातुः अपि नास्ति इति कृत्वा. तव तु प्रयोगे अर्जुनः भीष्मस्य शङ्कनादं, यदा अर्जुनः भीष्मस्य शङ्कनादं श्रुतवान् तदा सः चिन्ताकुलः जातः इति. तर्हि अर्जुन भीष्मस्य शङ्कनादम् अर्जुने श्रुतवती, सः चिन्ताकुलः जातः इति कर्तरी सति क्षम्यता कर्तरी तव तु सतिसप्तमी. इदानीं श्रुतिधातुः परस्मैपदिधातुः कर्त्र्यर्थे शत्रुप्रयोगमपि भवति, तर्हि भीष्मस्य शङ्कनादम् अर्जुने शृण्वति, सः चिन्ताकुलः जातः अस्ति इति. तावदेव खलु, तत्र श्रु इति परस्मैपदि इति कृत्वा शानच् न भवति. समीचीनं भगिनि. भगिनि, एकः प्रश्नः, शङ्कनादः वा शङ्कनादम्? अत्र कर्त्रार्थे कर्मपदं भवति खलु, अतः अर्जुनः भीष्मस्य शङ्कनादं श्रुतवान्. कर्मण्यर्थे कर्मार्थे अर्जुनेन भीष्मस्य शङ्कनादः श्रुतः शङ्कनादः श्रूयमानः शङ्कनादः कर्मपदमस्ति अत्र त्रीणि एकम् एकम् अर्जुनेन शङ्कनादः श्रूयमानः अस्तु अस्तु अग्रे अग्रे भवती एव करोतु यदा अवसरः प्राप्तः तदा सा दूरभाषां कृतवती यदा तया अवसरः प्राप्तः तदा सा दूरभाषां कृतवती एतत् पूर्वमपि कृतवन्तः अस्तु करोतु ओके यदा सखीभिः पद्यं गीतं तदा सा नृत्तवती पद्यं गीतं सा तदा सा नृत्तवती एतत् कर्मणि तान्तप्रयोग तान्तप्रयोगार्थ अस्ति कर्मणि शानजप्रयोगे यदा सखीभिः पद्यं गीयमानं तदा सा नृत्तवती नृतवती अस्ति नृतवती भवति नृतवती भवति सतिसप्तमीरूपं सखीभिः पद्य यदा सखीभिः पद्यं गीयमानं सखीभिः सतिसप्तमी वदति खलु सखीभिः बहुवचनं किल सखीभिः एतावत् तिष्ठति खलु ओ सखीभिः अस्तु आम् आम् तया सखीभिः पद्ये गीतमाने गीयमाने सति सा नृतवती भवति तवत् प्रयोगः यदा सख्याः नास्ति सखी इत्यस्य प्रथमा बहुवचने सख्यः यदा नदीवत् आम् यदा सख्यः पद्यं गीतवन्ती सख्यः गीतवती तदा सा नृतवती बहुवचने अस्ति खलु बहुवचने किमर्थम् अत्र नुमागमः ओ नुमागमः नास्ति खलु आम् गीतवती यथा सखीभिः गीतवती तदा न सखीभिः नास्ति सख्यः इति सम्यक्तया सख्यः यदा सख्यः पद्यं गीतवती बहुवचने बहुवचने गीतवत्सु सख्यः न इदानीम् अत्र मूलवाक्यं वदति खलु भवती अतः सख्यः पद्यं गीतवती इत्यस्य बहुवचनान्तरूपं गीतवन्ति न नुमागमः नास्ति खलु अत्र गीतवत्यः गीतवत्यः गीतवत्यौ गीतवत्यः गीतवती गीतवत्यौ गीतवत्यः आम् यदा सख्यः पद्यं गीतवत्यः तदा सा नृत्तवती यदा सख्य सख्यैः सख्यः नदी नद्यां सख्यां पद्यं सख्याम् इति एकवचने इदानीम् अत्र बहुवचने अस्ति खलु ओ सखीषु सखीषु सखीषु पद्यं गीतवत्सु गीतवती इति प्रातिपदिकं गीतवत्सु गीतवती इति प्रातिपदिकं गीतवती योगः सु इति प्रत्ययः तर्हि तत्र यदा यदा अत्र नदी इत्यस्य सप्तमी बहुवचनं किं नदीषु एवमेव गीतवती गीतवतीषु गीतवतीषु गीतवतीषु शकरा आगच्छति ओके गीतवतीषु सत्सु सा नृत्तवती तदनन्तरं सत्सु सत्सु इति नास्ति गीतवतीषु गीतवती सत्सु न आगच्छति वा सत्सु पुल्लिङ्गे अस्तु सत् इति पुल्लिङ्गे प्रातिपदिकं सती इति स्त्रीलिङ्गे सत्यां सत्यां सत्यां नास्ति सतीषु सतीषु ओ स्त्रीलिङ्गे सतीषु अस्तु सतीषु सा नृत्तवती शत्रन्तरूपं सख्यः यदा सख्यः पद्यं गायन् गीतं गायन्ति गायन् गायन् इति पुल्लिङ्गे स्त्रीलिङ्गे गायन् गायन्ति गायति इति स्त्रीलिङ्गे गायन् गायति गायत् गायति तदा सख्यः गीतं गायन्ति गायन्ति इति एकवचने स्त्रीलिङ्गे एकवचने एकवचने गायन्ति गायन्ति गायन्त्यौ गायन्त्यः गायन्त्यः इति तु एकवचने अत्र सप्तमी इदानीं मूलवाक्यं वदति अस्ति वदति खलु आम् सख्यः पद्यं गायन्त्यः सा नृत्तवती नृत्तवती अस्ति सति सप्तमी सख्याः सखीषु पद्यं गायन्ति गायत्सु तत् पुल्लिङ्गे गायन्तीषु गायन्तीषु सती गायन्तीषु सतीषु सा नृत्तवती अन्यत् किमपि अस्ति वा अन्यत् अन्यत् परस्मैपदिधातुः अतः अत्र कर्तरि शानज् नास्ति कर्तरि शानज् नास्ति कर्तरि तान्तप्रयोग अपि नास्ति सकर्मकधातुः गादातुः सकर्मकः इति वा गादातुः गादातुः अत्र गै इति धातुः गै इति धातुः गै आम् सकर्मकधातु एव सः गीतं गायति किल गीतं कर्मपदम् आगच्छति अतः सकर्मकधातुः सकर्मकधातु कृत्वा तान्तप्रयोगे कर्मणि न भवति इति कृत्वा कर्तृप्रयोगे शानज्प्रयोगे कर्तरि न भवति किमर्थं इत्युक्ते गै धातु आत्मपदि धातु न इति अहं चिन्तयामि समीचीनम् अपरस्मैपदि धातु एव अत्र कर्तृप्रयोगे तान्तरूपं किमर्थं न भवति पुनः वदतु कर्तृभेगे ताङ्क्तरूपं किमर्थं न भवति इत्युक्ते धातु सकर्मकधातुः इति कृत्वा तान्तरूपं न भवति समीचीनम् इति चिन्तयामि अस्तु इदानीम् अत्र समयः अपि जातः अतः समापयामः इति चिन्तयामि कोऽपि प्रश्नः वा आगामि सप्ताहे अपि यहि सतिसप्तमी भवति वा प्रायः अत्र कथा अस्ति खलु, आदौ प्रायः तद् वयं पठिष्यामः. आगामिसप्ताहे अहं न भविष्यामि भगिनि. अस्तु अस्तु, महोदयं सूचयतु कृपया. अस्तु अस्तु, धन्यवादः, नमस्कारः. धन्यवादः भगिनि, नमस्कारः.